ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अद्य एषः एतत् चिन्तनम् अस्ति यत् प्रथमभागस्य समाप्तिः तु अभवत्, अपि द्वितीयस्य आरम्भः अपि करणीयः, किन्तु केवलम् अद्य वर्गे एकवारं तत्र पुनः एकवारं प्रथमभागस्य किञ्चित् अवलोकनं कुर्मः इति चिन्तनम् अस्ति। समीचीनं वा? सर्वे अङ्गीकुर्वन्ति वा एतत्? किं किम् अस्ति प्रथमभागे इति, किं किं वयं पठितवन्तः इति एकवारं तत्र पुनरावलोकनम् इति कुर्मः इति वदन्ति। तत्र सिंहः अग्रे गच्छति, किन्तु मध्ये मध्ये किं करोति सिंहः? सिंहः मध्ये मध्ये पृष्ठतः पश्यति किम् अस्ति इति तत्र सिंहावलोकनक्रमः इति वदन्ति। तत्र सर्वदा सिंहावलोकनक्रमं सिंहः यथा सिंहः करोति तत्र सर्वदा पृष्ठतः पश्यति इति न, अधिकतया पुरतः एव पश्यति, किन्तु मध्ये मध्ये पृष्ठतः कुत्र अहम् आसम् इति दृष्ट्वा अपि अग्रे गच्छति इति तत्र। अतः अद्य प्रथमभागे किम् अस्ति इति तत् पश्यामः, अपि तद् उपयुज्य तस्य उपायः एतत् उपायम् उपयुज्य तत्र सम्भाषणम् अपि कर्तुं शक्नुमः। अतः तत्र मम चिन्तनम् एतत् अस्ति, अत्र सम्भाषणरूपेण वयं किं कर्तुं। हा नमस्कारः लक्ष्मी भगिनी, नमस्कारः श्रीप्रिया भगिनी, नमस्कारः। हा जानामि भवती प्रेषितवती, किन्तु हा नमस्कारः इति तावदेव। अस्तु अस्तु, अतः तत्र अद्य किं कुर्मः प्रथमभागे, तत्र वयं सर्वे मिलित्वा तत्र सम्भाषणं कुर्मः, यत् यत् इदानीं तत्र पुस्तकं पठित्वा यत् यत् इदानीं वयं वक्तुं शक्नुमः, केवलं पठितुं शक्नुमः इति न, तत्र पठनावसरे ज्ञानम् अपेक्षितम् अस्ति। एतत् पदं किं, तस्य व्याकरणविषयः के के, व्याकरणविषयः एषः अस्ति इति तस्य ज्ञानमपि अपेक्षितम् अस्ति, अपि तस्य प्रयोगः, साक्षात् प्रयोगः। तत्र संस्कृतं तु जीवभाषा अस्ति खलु, अतः तत्र तस्य प्रवाहः अस्मासु अपि भवेत् इति खलु। अतः तत्र एतत् कुर्मः, तत्र प्रथमतया अस्तु तत्र किं कुर्मः। अस्तु उषा भगिनी, उषा भगिनी भवती आरम्भं करोतु, तत्र पृच्छतु, तत्र कोऽपि अथवा कापि उद्दिश्य पृच्छतु अस्मिन् अध्याये किं किम् अस्ति इति, अपि तत्र तत्र किं कुर्मः मध्ये मध्ये मध्ये स्वीकुर्मः, तत्र यदि क्रमशः गच्छामः चेत् तत्र लाभः नास्ति, तत्र स्वीकरोतु, तत्र नवदशाध्याये किम् अस्ति इति तादृशप्रश्नः पृच्छतु। अस्तु महोदय, त्रयोदशे पुटे किं किम् अस्ति इति, हा किं किम् उद्दिश्य कम् उद्दिश्य पृच्छति इदानीं नरेश महोदय? अस्तु नरेश महोदय, वाक्यद्वयं वाक्यत्रयं महोदय, तावदेव सम्भाषणरूपेण, किन्तु तत्र केवलम् एतदस्ति इति मास्तु, किञ्चित् दीर्घं, तत्र दीर्घमिति बहु दीर्घवाक्यं न, किन्तु दीर्घवाक्यानि तत्र यतः अतः यद्यपि तथापि यद्यद् वयं पठितवन्तः तत्तद् उपयुज्य वाक्यरचनं भवतु. अभ्यासयोग्य किमपि न तत्र मध्ये किम् अस्ति त्रयोदशे अध्याये किम् अस्ति त्रयोदशे पुटे त्रयोदशे पुटे वा त्रयोदशे पुटे वा ओ अस्तु अस्तु त्रयोदशे पुटे किं दत्तम् अस्ति महोदय किञ्चित् तावदेव विभिन्न त्रयोदशे पुटे विभिन्न शब्दाः एकवचनं द्विवचनं बहुवचनं दत्तम् अस्ति विभिन्नशब्दाः अकारान्त इकारान्त आकारान्त सर्वे अपि सन्ति दत्तानि रूपाणि दत्तानि सन्ति समीचीनं महोदय अस्तु इदानीं तस्मिन् तादृश वा तस्य विवरणं पुनः अन्य कोऽपि कर्तुम् इच्छति वा उषा भगिनी भवती पृच्छतु इदानीं भवत्याः उत्तरदायित्वं भवती तत्र किं निमेषत्रयं यं यं यां यां प्रष्टुम् इच्छति पृच्छतु प्रश्नं पृच्छामि वा अथवा प्रश्नं किमपि प्रश्नं उत्तरदायित्वं भवत्याः इदानीं तत्र निमेषत्रयं अस्तु महोदय तत्र भवती जानाति खलु के के सन्ति इति तत्र लक्ष्मी भगिनी अस्ति ललिता भगिनी अस्ति गीताञ्जलि भगिनी अरुणा भगिनी अस्ति वेदा भगिनी अपि अस्ति शोभा भगिनी अस्ति अस्तु महोदय त्रिंशत् पुटे वयं किं किं पठितवन्तः अस्तु कं पृच्छति अथवा ललिता भगिनी अस्तु ललिता भगिनी भवती विवृणोति वा किं किम् अस्ति त्रयोदशे पुटे त्रिंशत् पुटे मम समीपे अस्ति चित्रे वृक्षस्य मूलं फलं दृष्ट्वा संख्यायां तस्य मूलस्य इति लेखनीयमस्ति एतस्मात् अभ्यासात् भवती किं ज्ञातवती किम् अवगतवती क्षम्यता मम समीपे सडन्लि प्रिण्ट् आफ् अस्तु अस्तु अन्यं पृच्छतु भगिनि शोभा भगिनी प्रिण्ट् आफ् त्रिंशत् पुटे अस्तु तत्र एकः अस्ति वृक्षे फलानि तान् फलानां तेषु पदानि दत्तानि तत्र तेषाम् अर्थः कः अपि च अन्वयं करणीयं तत्र यथा उदाहरणे अहङ्कारः इति अस्ति अहङ्कारस्य फलं क्रोधः इति अत्र क्षमा इति अस्ति अतः तत्र अहङ्कारस्य फलं क्रोधः इति क्षमा उद्वेगः आशा इति पदानाम् अन्वयं केषु पदेषु भवति इति तत्र कस्य को लाभः अभ्यासस्य कः लाभः अत्र तत्र तु षष्टिविभक्ति अस्ति षष्टिविभक्तेः उपयोगः तत्र भवति तेषु पदेषु पुंलिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं के इति अपि तत्र लिङ्गज्ञानं भवति वचनज्ञानं वाक्यरचनं कथं करणीयम् इति अपि जानीमः. अस्तु, समीचीनम्. अस्तु, अग्रे अशोभ भगिनी, अग्रे भवती एव अन्यान् पृच्छतु इदानीं. अस्तु, हा वंशीसुध भगिनी, नमस्कारः भगिनि. इदानीं तत्र सम्भाषणं कस्मिन् पुटे इति तत्र किं महत् बहु महत्त्वं सम्भाषणं प्रचलति प्रचलन् अस्ति. कस्य विषये? गीतासोपानस्य सम्पूर्णगीतासोपान प्रथमभागस्य विषये. ओ अस्तु, पुस्तके किं किम् अस्ति, किं किं दत्तमस्ति, कः कः लाभः, कस्मात् अभ्यास एतस्मात् अभ्यासात् कः लाभः इति विषये चर्चा प्रचलन् अस्ति. चर्चा प्रचलन्ती अस्ति. अस्तु, शोभा भगिनी इदानीं महोदय तत्र एक निमिषत्रयं भगिनी एकां कथाम् आसीत् एका कथा आसीत् एका कथा ओ तत्र कर्मपदं न भवति. धन्यवादः महोदय. तत्र सप्ताशीतितम पुटे पृष्ठे एका कथा आसीत् अस्ति क्रोधपिशाचः इति. तत् बहु किमपि अस्ति तत्र समीचीनं वा महोदय, नो चेत् किमपि अन्याः प्रश्नः पृच्छामि. तद् उद्देश्य एव पृच्छतु, किमपि यत् इच्छति. निमिषत्रयं भवति, यद् इच्छति तत् कर्तुं शक्नोति. आम् महोदय, तत्र किमर्थं चेत् पठितुं समयः नास्ति अधुना. तत्र केवलं तत्र एकं वाक्यं स्वीकृत्य प्रश्नं पृच्छतु, अत्र किं किम् अस्ति इति तादृश. किन्तु तत्र अत्र अहं चिन्तयामि सर्वे तत् कथायाः अर्थः स्मरन्ति इति. तत्र कथायाः सारांशः किं, सारांशः कः इति तत्र उषा भगिनी एव वदतु. अस्तु महोदय, अस्तु भगिनि. श्रीकृष्णः बलरामः सात्यकी अपि वनविहारार्थं न इदानीं कथायाः पूर्णसारांशः नास्ति, केवलं कथां पठित्वा वयं किम् अवगच्छामः इति. तत्र व्याकरणविषयः नास्ति, कथायाः सारांशः इत्युक्ते कथा तत्र पञ्चमी अपेक्षितं. तस्मात् पठनात् कथायाः पठनात् किम् अवगच्छामः इति. तत्र एका नीतिः आसीत् कथायाः. अस्तु, नीतिः. हा, तत्र नीतिः तदेव. नीतिः का इति तत्र तत्र प्रायशः अन्तिमे अष्टाशीतितम पुटे the paragraph before the last paragraph prakritihi esha asti pratyuttaradhanena esha vardate ugratam cha praapnoti kintu yadi upeksham kurmaha tadhi saha svayameva durlabha bhavati durbalah bhavati lagurupam लघुरूपं प्राप्नोति. समीचीनं, तदेव. अस्तु, समीचीनम्. अस्तु, समीचीनम्. अस्तु, समीचीनम्. अग्रे शोभा भगिनी, अन्यम् अथवा अग्रे तु यथा वयं शोभगिनी एकनिमिष, तत्र अग्रे कः पृच्छति अथवा का पृच्छति इति वदामि. तादृशं कुर्मश्चेत् तत्र किञ्चित् प्रिपरेशन् अपि भवति. अस्तु, अग्रे अरुणा भगिनी पृच्छति वा अग्रे निमिषद्वयमस्ति भगिनि, तदनन्तरं भवती यम् इच्छति तं प्रष्टुं शक्नोति. अस्तु, शोभा भगिनि अग्रे. आम् महोदय, अग्रे कम् उद्देश्य अथवा काम् उद्देश्य तत्र वेदा भगिनी तत्र द्विनवति अधिकशतं वा अस्तु अथवा शताधिक शताधिकद्विनवति ओ शताधिकद्विनवति अपि अस्ति तत्र कथां पठितवन्तः तत्र किम् अवगतवन्तः कथायाः उद्देशः भगिनि सारी कथा एव पृच्छति किं भगिनि तत् कथा एव पृच्छति भगिनि कथायाः विषये एव प्रश्नकः कथायाः सारांशः कः इति ओ सारांशः वा अथवा कथायाः नीतिः का इति नीतिः इति स्त्रीलिङ्गे अस्ति खलु अहं चिन्त्य मतिशब्दवत् इति मन्ये किन्तु न स्मरामि महोदय अहं पठामि विषये देह इन्द्रियाणि प्राणमन्दिकारचित्तं तेषु अन्यतमः एव आत्मा स्यात् इति चिन्तनीयं वयं तत्र एवम् तस्य अन्वेषणं कुर्मः परन्तु वयं यत् यः अन्वेषणं करोति सः एव आत्मा अन्यः प्रश्नः पृच्छामि वा महोदय अत्र पेज् 183 अवधेयम् इति अस्ति तत्र किम् अवगतवन्तः भगिनि तत्र सम्बोधनविषये तत्र दत्तमस्ति सम्बोधनात् पूर्वं किं किं शब्दं सम्बोधनार्थं प्रयोज्यते इति भूः हे रे ऐ ऐ इत्यादीनि शब्दः इत्यादयः शब्दः उपयुज्यते पुरुषम् उद्दिश्य किं सामान्यसम्बोधनानि किम् अस्ति पुरुषसम्बद्ध महिलामुद्दिश्य सामान्यमुद्दिश्य किं किं प्रयोगं कर्तुं शक्नुमः इति तत्र दत्तमस्ति उदाहरणेन पुरुषम् उद्दिश्य मित्रेण उद्दिश्य मित्र इति सम्बोधनं कर्तुं शक्नुमः महिलामुद्दिश्य सखी भगिनी एवं पदम् उपयुज्यामि सामान्यं लोके सम्बोधनं सामान्य जनाः सम्बोधनं यत् करोमि तत् सामान्यशैली एका अपि संस्कृतेन शैली अन्या तत्र वर्गे शैली तत्र मित्र इति तादृश भोः इति वर्गे वयं तादृश शैलीं न अनुसरामः खलु तत्र अस्तु एतावत् बहु समीचीनमस्ति भगिनि हा अस्तु शोभा भगिनी अन्यः एकः प्रश्नः तदनन्तरम् अन्य कोऽपि पृच्छति तत्र भगिनी धन्यवादः भगिनि धन्यवादः अस्तु अग्रे तत्र 176 विना योगे तृतीया इति दत्तं तत्र किं पठितवन्तः अवगन्तवन्तः च इति अधुना लक्ष्मी भगिनी वदति वा mm. आं भगिनि कुत्र 176 भगिनि 176 एकनिमिषम् विना योगे तृतीया विना इति अव्ययं विना द्वितीया तृतीया च पञ्चमी च विभक्तय विना इति यदि वाक्ये विना इति पदम् आगच्छति तर्हि यदि विना इति पदं वाक्ये भवति पदस्य योगे योगे विना इति पदं योजयति चेत् द्वितीया विभक्ति भवति द्वितीया तृतीया च पञ्चमी च भवति कस्य पदस्य विना इति पदस्य योगे न किन्तु कस्य पदस्य विभक्तिः द्वितीया तृतीया वा पञ्चमी भवति तस्य विना इति पदस्य पूर्वं यत् पदस्य पूर्वपदस्य योगे द्वितीया विभक्ति अस्तु वदतु भगिनि द्वितीया विभक्ति तृतीया विभक्ति पञ्चमी विभक्ति इति भवति च भवति भवति इति नियमः समीचीनं भगिनि तदेव भवती अपि एकवारं वदतु तत्र आं महोदय तदेव भवती उक्तवती तत्र पूर्णवाक्यं विना इति पदं विना इति पदं यदा वाक्ये भवति तत्र विना पदस्य पूर्वं यत् पदं तस्य द्वितीयविभक्ति भवति द्वितीयविभक्ति वा पञ्चमी अपि भवति उदाहरणे जलं विना जीवनं नास्ति जलेन विना मीनाः न जीवन्ति जलात् विना धनेन धनात् ऋते धनात् विना जीवनं कष्टकरं समीचीनम् अस्तु धन्यवादः अस्तु शोभभगिनी धन्यवादः उत्तरदायित्वं समीचीनतया निर्वहितवती अस्तु उत्तराणि बहु सम्यक् धन्यवादः अस्तु इदानीं तत्र वंशीश्वरभगिनी प्रष्टुमिच्छति न प्रथमतया तत्र अरुणभगिनी इदानीं अरुणभगिनी पृच्छतु क्षम्यतां महोदय अहं प्रथमसमये आगच्छामि न तत्र केवलं गीतासोपनम् उद्दिश्य तदनन्तरं सरलप्रश्नः एव सर्वे वदन्तु तावदेव तत्र चिन्ता मास्तु प्रश्नद्वयं तदनन्तरं यदि पर्याप्तं चेत् अपि चिन्ता मास्तु अत्र पञ्चदश अध्याये भ्रातृमेलनम् अत्र किं किं वयम् अवगन्तः इति प्रश्नः भ्रातृमेलनम् इति कथायां किं किम् अवगतवन्तः इति अस्तु कम् उद्दिश्य पञ्चदश अध्यायः पेज् 45 अस्तु तत्र कम् उद्दिश्य अथवा कम् उद्दिश्य तत्र गीताञ्जलि भगिनी तस्याः पार्श्वे पुस्तकं नास्ति इति उक्तवती तत्र किम् अस्तु तत्र किं कुर्मः अस्तु वंशीसुधा भगिनी भवती भ्रातृमेलनं तस्य कथायाः तस्याः कथायाः विवरणं दत्तमस्ति वा नो चेत् तत्र कथायाः लघुविवरणं करोतु भगिनि तत्र वाक्यत्रयम् उपयुज्य तत्र किम् अभवत् इति तावदेव अस्तु पाण्डवाः वनवासं गतवन्तः न तद् एकं वाक्यमस्ति चेत् दीर्घ सारांशः भवति केवलं वाक्यत्रयं अस्तु महोदय, तत्र पाठे तु आत्मनेपदी धातूनां विषये परिचयः अभवत्, अपि च तत्र एकः महाभारतस्य एकः घटनायाः एका घटना विवृतम् अस्ति तत्र. अतः तत्र एकायाः घटनायाः विवरणम् विवरणं दत्तम् तत्र आत्मनेपदी धातूनां विषये अपि बहु किमपि चर्चितवन्तः तत्र वयं चर्चितवन्तः. अपि च किं किम् अस्ति तत्र किं वदामि अहम् अत्र मुख्यविषयः कः अस्यां कथायाम्? अस्यां कथायां भ्रातृमेलनं तत्र तत्र भ्रातृमेलनम् इत्युक्ते कयोः मेलनम्? हनुमान् अपि च भीमः तयोः मेलनम् अस्तु. अस्तु अरुणा भगिनी, तत्र सन्तोषजनकः उत्तरः वा? सम्यक् वदति. अस्तु सम्यक् अस्ति, धन्यवादः. अस्तु अस्तु, अग्रे प्रष्टुमिच्छति वा अथवा अन्य कोऽपि करोतु वा? अन्य कोऽपि? अस्तु भगिनि, अस्तु अस्तु. तत्र लक्ष्मी भगिनी भवती प्रष्टुमिच्छति वा? अस्तु महोदय. कम् उद्देश्य काम् उद्देश्य महोदय? महोदय, तत्र अथ इत्युक्ते किं नौ इति भवति वा? अथ पृष्ठतस्ते अथ इत्युक्ते किं? सर्वेषां गीतायां सर्वासु अथ अनन्तरम्? अनन्तरं वा इदानीं वा? अथ अनन्तरं कुत्र अस्ति भगिनि? न न, सर्वासु अध्या अथ षोडशोऽध्यायेषु अथ इत्युक्ते किं? वदतु भगिनि. अथ इति अहं न जानामि, किन्तु अहं मन्ये भगिनि अथ इत्युक्ते इदानीम् अपि च अत्र. हा तदेव इदानीं वा मम प्रश्नः, इदानीं वा नो चेत् द्वे अपि स्तः भगिनि? अपि अत्र अत्र अत्र इदानीं वा? अत्र अपि इदानीम् इत्युक्ते अन्य किमपि विषये न मा गच्छतु इति, अत्र एव तिष्ठतु इति अहं मन्ये. समीचीनमेव अस्ति. तत्र अहं किञ्चित् वदामि वा? वदतु भगिनि, वदतु. अव्ययम् इति भवती उक्तवती, तत्र मङ्गलम् अनन्तरम् आरम्भः प्रश्नः इति सर्वाणि दत्तानि अस्ति अर्थे. अनन्तरमपि अस्ति, आरम्भः अपि अस्ति, मङ्गलमपि अस्ति, प्रश्नः अपि अस्ति. तत्र इत्युक्ते मङ्गलमिति स्वीकुर्मः वा, तत्र स्वीकरणीयं वा इति मम अहं चिन्तयामि. वयं सर्वदा स्तोत्रस्य पूर्वम् अथ इति मङ्गलमिति भवति इति अथवा आरम्भः इति भवति इति मन्ये भगिनि. मङ्गलमिति अहं चिन्तयामि भगिनि, इङ्ग्लिश् मध्ये वेल् इति वदामि खलु, तदेव अथ भवति वा? When we start a sentence, well, like that, we start Atha iti Jnayate, maya jnayate Mangala, Atha Mangala Atha Gita sloge, Atha shodashodhyayaha, Atha panjamodhyayaha Kahubaram Kintu tatra puna puna prerayati Atha ittha, Atha eva tishtatu, Mangalam bhavatu, bhavati eva iti Sarvam, yani उत्तराणि उभा भगिनी उक्तवती, ते सर्वे आयाति, सर्वदा सर्वे आयाति इत्युक्ते मङ्गलं भवतु, तत्र एव भवतु इति सर्वं प्रसङ्गानुसारे इति किल भगिनि? आम् आम् आम् आम् अस्तु, तर्हि भवत्यौ धन्यवादः. धन्यवादः भगिनी, प्रश्नः पृष्टवती. एकादशपाठे अस्ति सर्वे. अस्तु अस्तु अस्तु, धन्यवादः. अस्तु लक्ष्मी भगिनी, इदानीम् अग्रे. इदानीम् अहं गीताञ्जलि भगिनी अस्ति वा? सा एव उक्तवती. इदानीम् अस्मि, किन्तु मम पार्श्वे पुस्तकम् अद्य एव नास्ति. अहं जनरल् एकं क्वश्चिन् अहं प्रश्नं पृच्छामि. प्रश्नः प्रश्नः पृच्छामि प्रश्नं पृच्छामि प्रयत्न करोमि. गीतोपदेशं कस्मिन् सन्दर्भे कृष्णः कृतवान्? सन्दर्भः तु महत्त्वमेव तत्र. सन्दर्भः इत्युक्ते जीवने कथा अस्ति. गीतोपदेशसन्दर्भः इति कथा अस्ति कस्मिन् पुटे अहं न जानामि. ओ, तत्तु अहम् अपि न जानामि भगिनि, किन्तु जनरल् अन्य उत्तरं सामान्यतया तु अर्जुनः एकं गम्भीरस्थिति स्थित्यां विषादस्थित्याम् अनुभूतवन्तः. तदेव वयं सर्वे जीवने अनुभूतवन्तः. तत् अभवत् किं करणीयं, कथम् अग्रे जीवने गन्तव्यम् इति सर्वं कृष्णभगवान् किम् अध्यात्मज्ञानरूपेण विवरणोति. क्षम्यतां महोदय, बहु भगिनी भवत्याः नाम्नी अपि गीता अस्ति. अतः एव भवतीं पृच्छति. समीचीनम्. अस्तु धन्यवादः भगिनी. अस्तु लक्ष्मी भगिनी, अन्तिमप्रश्नः. अन्य एक प्रश्नं पृच्छामि वा? तदनन्तरम् अन्य कोऽपि, तदनन्तरं वंशीसुधा भगिनी पृच्छति. शोभा भगिनी अस्ति वा? आं भगिनी अस्मि. दूर्त अहं कथायाः नाम न जानामि. शिवराजस्य कथा पुटसङ्ख्या अपि. भगिनी भगिनी, शिवराजस्य कथा तु द्वितीयभागे अस्ति भगिनी. ओ तदेव अहं चिन्तितवती. एतावत् न पठितवन्तः अस्मिन् वर्गे. सत्यजितः कथं तदपि द्वितीयभागे अस्ति. इदानीम् एकं कुर्मः, कथां त्यजामः. केवलं तत्र किम् अस्ति गीता सोपाने, किं किं पठितवन्तः तत्र, तत्र किमपि स्वीकृत्य तत्र लोट्लकारस्य विषये अथवा लट्लकारस्य विषये, सप्तमीविभक्तिविषये, एतद् विषये, तत्र किञ्चित् सरलप्रश्नाः भवतु, तत्र बहु गम्भीरप्रश्नः मास्तु. प्रथमपुटे दृष्ट्वा एव वदन्ति. तदपि समीचीनं, सूचना समीचीना अस्ति. सम्बोधनायाः भगिनी, तत्र अनुक्रमणिका, तत्र हेडिङ्ग्स् दत्तानि सन्ति, अपि च पृष्ठसङ्ख्यानि अपि सन्ति आरम्भे. सङ्ख्याः, पुटसङ्ख्याः. क्षम्यतां भगिनि, अव्ययं विषये किं ज्ञातवती? किञ्चित् वदतु अव्ययविषये, किञ्चित् वदतु अव्ययस्य प्रयोगः कथं भवति, कस्मिन् सन्दर्भे भवति इति किञ्चित् वक्तुं शक्यते वा? आं भगिनि, अव्ययम् अव्ययम् इत्युक्ते तत्र तत् पदस्य परिवर्तनं न भवति, तथा एव तिष्ठति. वयं बहवः अव्ययानि दृष्टवन्तः अधुना अथ इति अव्ययस्य विषये ज्ञातवन्तः. तत्र सन्दर्भानुसारे त्रिषु लिङ्गेषु न भवति, अपि च विना इति अव्ययम् अपि अधुना एव दृष्टवन्तः. विना इत्यस्य तृतीया पञ्चमी अपि अव्ययं पुटसङ्ख्या 185 मध्ये अस्ति. कथा अस्ति अत्र 157 मध्ये अव्ययानि अस्ति. तत्र द्विवारम् आगतं तत्र अव्ययम् अस्तु अस्तु एकनिमिषः 157 मध्ये 158 पश्यतु भगिनि, 158 तत्र अवधेयम् इति अस्ति. अस्तु अस्तु महोदय, तत्र अवधेयम् इति किन्तु तत्रापि 157 कानिचन अव्ययानि पठामि वा महोदय? अस्तु पठतु भगिनि. अस्तु, तत्र पुरा यदा तदा इति अभ्यासानि कृतवन्तः, अपि च एव इति कथं उपयोगं तत् तस्य उपयोगं कथं भवति इति, अपि च त्वान्त तुमुन् प्रत्ययानि दृष्टवन्तः. तत्र लेबन्तपदानि तानि कथं भवन्ति वाक्ये इति, अत्र नितराम् अपि च इति अव्ययस्य प्रयोगं कृतवन्तः. तत्र यत् यत् अथवा तत् इति आगच्छति इति, अथवा द्वे वाक्ये दृष्टवन्तः, यति इति उपयुज्य अथवा यत् इति. अपि च अवधेयं समीचीनं भगिनि, अस्तु. अपि च तदपि अव्ययं खलु, तदपि अपि अव्ययं च अपि अव्ययं, तेषां विना वाक्यानि वाक्यरचना कठिना भवति. समीचीनम्, अस्तु, धन्यवादः. धन्यवादः भगिनि. महोदय, वाक्यं रचनं कठिनमपि भवति वा महोदय? वाक्यस्य रचनं कठिनं, वाक्यस्य रचनं कठिनं, वाक्यस्य रचना कठिना कठिना. अस्तु, अग्रे वंशीसुध भगिनी इदानीं भवती पृच्छतु, तदनन्तरं नरेश महोदय भवान् पृच्छति. अस्तु महोदय. अहं ललिता गणेशं पृच्छामि महोदय. अस्तु, भवती अस्ति वा? प्रयत्नं करोमि. कारणं हलो प्रयत्नं करोमि भगिनि, कारणं मम समीपे पुस्तकम् अण्ड् लेप्टाप् किञ्चित् भ्रमः अस्ति. अस्तु, तत्र सामान्य उत्तरं ददातु भगिनि, तत्र सामान्य उत्तरं तत्र किमपि. किमपि वक्तुं शक्यते तत्र गीतासोपाने? सर्वं सरलमेव अभवत्, परन्तु उपसर्गानां विषये किञ्चित् भ्रमः सर्वदा जायते महोदय. किमर्थम् इत्युक्ते उपसर्गः किञ्चित् परिवर्तनं क्रियते, धातूनां क्रियणं परिवर्तनं क्रियते, अतः उपसर्गानां विषये किञ्चित् वक्तुं शक्यते वा भगिनि? चतुर्नवतिः समये तत्र समीचीनः प्रश्नः. अस्तु, ललिता भगिनि, उपसर्गः इति विषये उदाहरणं ददातु, तत्र कुत्र सन्ति महोदय पञ्चबिन्दवः पञ्चबिन्दवः सन्ति, तान् विषये किञ्चित् वक्तुं शक्यते इति वदतु भगिनि. पुटसङ्ख्या 94 भगिनि. एकनिमिषं 94 प्राप्तम् अलं बहिं दाट् न ओके ओके हा उपसर्गः ओके धातोः पूर्वः पूर्वं भवति यदा उदाहरणम् उदाहरणं किमस्ति उदाहरणमस्ति गच्छति इति एतत् क्रियापदम् अस्ति चेत् आगच्छति इति भवति एवं शोभते इति आत्मनेपदी एकं शब्दः अस्ति इति सुशोभते सु इत्युक्ते किमपि शुभ किमपि उत्तमं शुभ शुभम् उद्देशति उद्दिश्यति शुभम् उद्दिश्यति सुभाषितम् इत्युक्ते सुभाषितम् सुयोगः सुयोगभाषितं या ललिता भगिनी उदाहरणं दत्तवती समीचीनम् इदानीं तत्र नियमः एकः नियमः अथवा नियमः उपसर्गः धातोः पूर्वं भवति इति एकः नियमः भवती उक्तवती तत्र तदनन्तरं तत्रैव द्वितीयबिन्दुः द्वितीयनियमः कः तत्रैव अस्ति पेज् 94 मध्ये आ इति अस्ति कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः भवन्ति अपि तस्य कदाचित् परस्मै धातुः उपसर्गधातोः अर्थस्य पोषणं करोति अर्थस्य पोषणं धातोः अर्थस्य पोषणं करोति अपि कुत्रचित् किं भवति धातोः अर्थः धातोः अर्थः नि इति उपसर्ग अस्ति चेत् निस्सन्देह निर्जलम् इत्युक्ते जलस्य अभावः अस्तु तादृश भवति अस्तु अस्तु धन्यवादः भगिनि अस्तु वंशिष्ठ भगिनि इदानीं समीचीनमस्ति अद्य सा न वक्तुं शक्नोति वेदभगिनी वदति वा किञ्चित् विवृणोतु भगिनी तत्र पञ्च बिन्दुः सन्ति एकं द्वे बिन्दुः भवती उक्तवती अन्यान् त्रीणि बिन्दवः विषये किञ्चित् वक्तुं शक्यते वा उपसर्गविषये तत्र नियमद्वयम् उक्तं पूर्वम् इदानीं तत्र नियमत्रयम् उपसर्गः धातोः अर्थस्य पोषणं करोति सुशोभते लिखति विलिखति तत् अर्थं समानमस्ति परन्तु अर्थस्य पोषणं करोति इत्युक्ते किं वदामि पोषणम् इत्युक्ते तस्य अर्थं वर्धयति अर्थं वर्धयन्ति या या चतुर्थ नियमः अस्ति कदाचित् धातोः पूर्वं द्वित्राः उपसर्गाः कदाचित् धातोः पूर्वं द्वे अपि उपसर्गाः उपसर्गाः भवन्ति उदाहरणं प्रति आगच्छति प्रति अथवा आ द्वे उपसर्गाः सन्ति प्रत्यागच्छति इति रूपं निष्पन्नं परि उप आस्ते पर्युपास्ते प्रणि पतति एवं द्वे द्वित्राः उपसर्गाः भवन्ति पञ्चमा नियमः अस्ति उपसर्गकारणात् कदाचित् परस्मैपदीधातुः आत्मनेपदीरूपम् आत्मनेपदीधातुः परस्मैपदीरूपं च प्राप्नोति. रूपं परिवर्तयन्ति अहं चिन्तयामि. जयति परस्मैपदीरूपम् अस्ति, परन्तु उपसर्ग वि तत् योजनेन विजयति न भवति, विजयते भवति, आत्मनेपदीरूपम् एवं निष्पन्नं. किं वदति वि रमते, रमते आत्मनेपदीरूपम् अस्ति, तत् योज वियोजनेन उपसर्गयोजनेन विरमते न भवति, विरमति भवति, परस्पत्पदीरूपं भवति. तो सारांश ये अस्ति, उपसर्ग उपसर्गम् उपयुज्य नियमाः पञ्चनियमाः सन्ति. तत् धातोः पूर्वं भवति, कदाचित् धातोः अर्थं परिवर्तते, कदाचित् धातोः अर्थस्य पोषणं करोति, कदाचित् पूर्वद्वित्राः उपसर्गाः भवन्ति, कदाचित् परस्मैपदीधातुः आत्मनेपदीरूपं भवति, आत्मनेपदीधातुः परस्मैपदीरूपं प्राप्नोति. समीचीनमस्ति भगिनि. अस्तु, धन्यवादः महोदय. एकः अन्यः विषयः. अस्तु अस्तु, उपसर्गः यदि योजयामः क्रियापदेषु तत्र ल्यबन्तमपि भवति, उपसर्गविना तु तवत् रूपं सिद्ध्यते. सत्यं सत्यं. पुनः एकवारं वदतु भगिनि. यदि उपसर्गः योजयामः तत्र ल्यबन्तरूपं भवति, यदि उपसर्गभूतकाले इति वक्तुं शक्यते, गतवान् इति वक्तुं शक्यते, नो चेत् तत्र गत्या इति लबन्तरूपं भवति. गत्वा इति स्थाने, गत्वा इति स्थाने आगत्य इति भवति. अतः तत्र त्वान्तप्रत्ययः न भवति, किन्तु ल्यबन्तप्रत्ययः तत्र भवति. सः अपि एकः अन्यः मुख्यनियमः अत्र अस्ति. समीचीनं समीचीनं भगिनि. अस्तु अस्तु, धन्यवादः भगिनि. अस्तु, इदानीं तत्र इदानीं नरेश महोदय. महोदय, तत्तु मम प्रश्नः आसीत्, त्वान्तपद ल्यबान्तपद भवतः प्रश्नः आसीत् वा? ओ, क्षम्यतां. अहं किमपि अन्य अन्यः प्रश्नस्य अन्य कोऽपि प्रश्नः इति स्वीकरणीयः अस्ति. अस्तु, पुटसङ्ख्या 35 तत्र सामान्य शब्दाः सन्ति, अस्माकं सम्भाषणमध्ये शब्दाः सन्ति, किमपि वक्तुं शक्नोति? अस्तु, कम् अथवा कां पृच्छति भवान्? लक्ष्मी भगिनी. अस्तु, लक्ष्मी भगिनी. अस्तु, लक्ष्मी भगिनी. अस्तु महोदय, पुटसङ्ख्या 35. एकनिमिषम्. कस्मिन् विषये? तत्र किम् अस्ति इति, तत्र सामान्यपदानि दत्तानि सन्ति, तानि कानि इति. तत्र माते सङ्गोस्तु, आवश्यकं मास्तु, पर्याप्तं, धन्यवादः, स्वागतम्. इति तत्र किञ्चित् विवृणोतु, आवश्यकम् इत्युक्ते किम् इति तादृशम्. एते शिष्टाचाराः, समीचीनं पदानि, शिष्टाचाराः. धन्यवादः, स्वागतम् इति. आवश्यकं किम् आवश्यकं कदा कदा तत्र उदाहरणं दत्वा किञ्चित् वदतु भगिनि. तत्र कोऽपि किमपि वदति तस्मिन् सन्दर्भे अहम् ओ अस्तु धन्यवादः भगिनि धन्यवादः महोदय इति वदामि. यदि यदि यदि यदि कोऽपि वदति किम् आवश्यकम् इति पृच्छति चेत् अहं वदामि चायम् आवश्यकं. किम् आवश्यकं चायं चायम् उदा क्षीरम् आवश्यकम् इति आवश्यकम् अहं वदामि चायम् आवश्यकं नो चेत् क्षीरम् आवश्यकम् इति समीचीनं. यदि अहं न न पातुम् इच्छति इच्छामि चेत् अहं वदामि मास्तु मास्तु इति मास्तु इति अहं वदामि वदामि. यदि एकवारं चायं पीत्वा एकवारं पुनः पुनः चायम् आवश्यकं वा इति पृच्छति चेत् न पर्याप्तम् इति अहं वदामि. पर्याप्तम् इदानीं पर्याप्तम् इति इदानीं पर्याप्तम् इति अहं वदामि समीचीनं. अनन्तरम् अहं धन्यवादः इति अपि वदामि धन्यवादः धन्यवादम् अस्तु समीचीनं भगिनि. अस्तु नरेश महोदय इदानीं आम् किञ्चित् प्रश्नः प्रश्नः एव इदानीं भवतः उत्तरदायित्वं तत्र प्रश्नं प्रश्नाः किमपि पेज् 39 विशेषक्रियापदानि दत्तानि सन्ति. सो विशेषक्रियापदानि कानि सन्ति कं विषये प्रयुज्यते अहं कं शोभा भगिनी पृच्छामि. शोभा भगिनी आं महोदय तत्र वर्तमानकाले विशेषप्रक्रियापदानि इति दत्तानि तत्र जानाति इति नयामः चेत् एतानि पदानि दत्तानि जानाति. तत्र वदतु भगिनि तत्र किमर्थम् एतत् विशेषक्रियापदम् इति तत्र सामान्यक्रियापदम् इत्युक्ते किम् अपि एतत् किमर्थं विशेषम् इति तत्र यदि पठति अस्ति चेत् पठति पठतः पठन्ति इति भवति तत्र सामान्यरूपम् अस्ति इति चिन्तयामि. तत्र अस्मिन् प्रसङ्गे तु असामान्यरूपाणि सन्ति यथा जानाति अस्ति चेत् जानीतः इति भवति अतः जानतः अपि च जानन्ति एव. अन्यद् उदाहरणं नयामः चेत् क्रीणाति अस्ति चेत् क्रीणीतः भवति द्विवचने अपि च शक्नोति अस्ति चेत् शक्नुतः भवति शक्नुवन्ति भवति अनन्तरम् अतः एव चिनोति अस्ति चेत् चिनुतः भवति चिन्वन्ति इति तत्र अस्मिन् पुटे तु किमर्थम् इति न दत्तं किन्तु एतानि विशेषक्रियापदानि इति एव इति तत्र तु वक्तुं शक्नुमः खलु भगिनि तत्र अनेकानि विशेषक्रियापदानि सन्ति किन्तु एतानि तत्र सामान्यविशेषक्रियापदानि इत्युक्ते तत्र जानाति इति तत्र सर्वत्र तस्य प्रयोगः भवति अतः तस्य रूपस्य ज्ञानम् अपेक्षितम् अस्ति. आम् आम् किन्तु तत्र किमर्थं तत् तादृशं भवति इति अन्यानि जुहोति दत्तं जुहोति जुहुतः जुह्वति इति तत्र बहुवचने जुह्वति नकारः न आगच्छति जुह्वति अपि च ददाति अस्ति चेत् दत्तः भवति अपि च बहुवचने ददति भवति न तु ददाति इति बध्नाति अस्ति चेत् बध्नीतः बध्नन्ति इति भवति अपि च रोदिति अस्ति चेत् रुदितः रुदन्ति इति भवति. धन्यवादः भगिनि. अस्तु नरेश महोदय, सन्तोषजनकः वा? आम् बहु सन्तोषजनकः. अस्तु अन्तिमप्रश्नः महोदय, पुटसङ्ख्या तदनन्तरं भवतः प्रश्नानन्तरं वेदा भगिनी पृच्छति. एतावत् न सा न पृष्टवती. ट्वेस्ट् संख्या अष्टपञ्चाशत्. अष्टपञ्चाशत् अस्तु. सङ्ख्याः विषये अस्तु, सङ्ख्यायाः विषये अस्तु. सङ्ख्याः विषये किमपि संशयः अस्ति? अष्टत्रिंशत् अस्ति, अष्टात्रिंशत् अस्ति, अष्टपञ्चाशत् अस्ति, द्वात्रिंशत् अस्ति, द्विसप्ततिः अस्ति. एतत् विषये किमपि वदति शक्नोति? अस्तु, कं कम् अथवा कं पृच्छति इदानीं? गीताञ्जलिः भगिनी. अस्तु. आं महोदय, पुनः एकवारं प्रश्नः पृच्छतु, पुनः एकवारं प्रश्नः पृच्छतु महोदय. संख्या मध्ये किमपि संशयः अस्ति? अत्र अष्ट अस्ति अथवा अष्ट अस्ति, द्वा अस्ति अथवा द्वि अस्ति, द्वाविंशत्, द्विसप्ततिः, अष्टात्रिंशत्, अष्टपञ्चाशत् संशयः अस्ति. आं महोदय, तत्र सङ्ख्याविषये तत्र कदापि रूपद्वयम् अपि त्रयम् अपि भवितुम् अर्हति इति अहं मन्ये. किमर्थं तत्र बहूनि रूपाणि सन्ति तत्तु अहं न जानामि, किन्तु ते तु सन्ति एव भाषायां. किन्तु चत्वारिंशत् पर्यन्तं किञ्चित् सामान्य रूपपरिवर्तनं भवति. इत्युक्ते द्वादश इति भवति, तदनन्तरं द्वाविंशतिः इति अपि अस्ति, तदनन्तरं द्वात्रिंशत् इति अस्ति. किं किन्तु द्वि अपि भवितुम् अर्हति महोदयाना इति. चत्वारिंशत् पर्यन्तं सन्ति. समीचीनं भगिनि, समीचीनं समीचीनं समीचीनं भगिनि. अतः तत्र द्वा अपि अस्ति, तदनन्तरं तत्र द्वात्रिंशत् इति अस्ति, तदनन्तरं द्विचत्वारिंशत्, द्विपञ्चाशत्, द्विषष्टिः. द्वाचत्वारिंशत् तु अस्ति, अपि द्विचत्वारिंशत् अपि अस्ति. तत्र प्रायश द्वि इति एव रूपं, केवलं द्वि दत्तं महोदय पुस्तकेन. तु द्वे अपि दत्तं शब्दमञ्जर्याम्. अस्तु अस्तु अस्तु. द्वाचत्वारिंशत्, द्विचत्वारिंशत्, अपि च द्वापञ्चाशत्, द्विपञ्चाशत्. अतः तत्र रूपद्वयमपि समीचीनं. रूपद्वयं, हा, द्वाषष्टिः, द्विषष्टिः इति आयाति, इति किञ्चित् परिवर्तनं भवति. किन्तु अष्टादशविषये अष्टसङ्ख्याविषये अष्टदश इति, अष्टदश तु न भवति, अष्टादश एव भवति. तदनन्तरम् अष्टाविंशति अस्ति, तदनन्तरम् अष्टात्रिंशत् इति आयाति, तदनन्तरं अष्टाचत्वारिंशत् अस्ति, अपि च अष्टचित्वम् अष्टचत्वारिंशत् अपि अस्ति एकम् अन्यरूपम् इत्युक्ते चत्वारिंशत् पर्यन्तम् एकं नियम किन्तु चत्वारिंशत् अनन्तरं तत्र किञ्चित् कोऽपि भेदः भवति अस्तु हा हा किञ्चित् रूपद्वयम् आयाति अष्टपञ्चाशत् अपि अष्टापञ्चाशत् द्वे अपि समीचीनम् तत्तु नवज्ञानम् अहं न ज्ञातवान् द्वे रूपः समीचीनम् अस्ति पश्यतु महोदय शब्दमञ्जर्यां धन्यवादः धन्यवादः अहं न ज्ञातवान् समीचीनम् अस्ति अस्तु अस्तु तर्हि इदानीं तत्र वेदभगिनी तदनन्तरम् अत्र तत्र वंशीसुतभगिनी पृष्टवती लक्ष्मीभगिनी पृष्टवती इति मन्ये ललिताभगिनी न पृष्टवती गीताञ्जलिभगिनी न पृष्टवती अस्तु अस्तु अतः तत्र वेदभगिनी अनन्तरं गीताञ्जलिभगिनी पृच्छतु तदनन्तरं ललिताभगिनी अस्तु पञ्चाधिकपञ्चशत 155 पुटम् संख्या अस्ति अहम् उषाभगिन्यां पृच्छवती उषाभगिनीं पृच्छामि चतुर्थी विभक्ति अहं जानामि दानकार्यं सम्प्रदाय ददाति यच्छति इत्यादीनि पदानाम् इत्यादीनि कार्याणां चतुर्थी विभक्त्या प्रयोगः अस्ति 155 पुटमध्ये क्रुध्यति ईष्यति दुह्यति असूयति इति दत्तमस्ति अधोभागे किमर्थम् इति किम् उपयोगं कर्तुं शक्नुमः चतुर्थीविभक्तिरूपे रूपसमाने किमर्थं रूपम् अपि उपयोगं कर्तुं शक्नुमः किम् इति वक्तव्यम् उषा भगिनी आं भगिनि चतुर्थीविभक्ति किमर्थम् इति वदनीयं वा भगिनि क्रुध्यति ईष्यति दुह्यति असूयति इति सर्वे पदानि चतुर्थीविभक्त्यां भवति ओके वाट् एल्स् प्रश्नः द्वितीयभागे किमर्थम् इति उदाहरणं दत्तमस्ति चेत् किमर्थम् इत्युक्ते कस्मै इदम् इति अर्थमस्ति तत्र किमर्थं how do I say that kimartam prashnam pruchet uttaram kit vibhakti kah vibhakti kah vibhakti prayojanam karoti tat pandavah kimartam kurukshetre samavetah ityukte pandavah dharma yuddhartam कुरुक्षेत्रे समवेताः इति उत्तरमस्ति तत्र आम् अहं तत् किमर्थं इन् प्लेस् आफ् वाट् डु ऐ से हौ डु ऐ से इन् प्लेस् आफ् किमर्थं चतुर्थीविभक्ति उपयोगं कर्तुं किं पदं तत्र आयाति लैक् सैनिकाः किमर्थं युद्धं कुर्वन्ति रैट् इन्स्टेड् आफ् देट् चतुर्थीरूपम् उपयुक्तं कर्तुं किं शब्दम् आयाति तत्र सैनिकाः किमर्थं युद्धं कुर्वन्ति उत्तरमस्ति सैनिकाः देशरक्षणाय युद्धं कया नाट् कया वाट् इस् दट् फोर्थ् विभक्ति किं शब्दस्य चतुर्थी विभक्ति का कः स्त्रीलिङ्गे यदि मकारान्तः स्त्रीलिङ्ग पुंलिङ्ग अस्ति चेत् कस्मै यदि स्त्रीलिङ्गे अस्ति चेत् कस्यै यदि नपुंसकलिङ्गे अस्ति चेत् कस्मै अपि सैनिकाः कस्मै युद्धं कुर्वन्ति तत् शुद्धं वा तत् प्रश्नः कस्मै न किमर्थं किमर्थमेव महोदय हा समीचीनं तत्र प्रश्ने कस्मै इति तत्र भवति चेत् तत्र क्लेशः भवति इति मन्ये किन्तु उत्तरं किमर्थम् इति प्रश्नः भवति किन्तु उत्तरे चतुर्थीविभक्ति भवितुमर्हति किन्तु तत्र उत्तरे चतुर्थीविभक्ति अस्ति इति कृत्वा तत्र प्रश्नः कस्मै इति प्रायशः न भवति तत्र किमर्थम् अथवा किं कर्तुम् इति एव प्रश्नः भवति समीचीनम् अस्तु अग्रे अन्यप्रश्नः समीचीनमस्ति समीचीनम् उषा भगिनी समीचीनं भगिनी हा अस्तु वेदा भगिनी अन्यप्रश्नः अन्य कोऽपि किं पृच्छामि मै फ्रेण्ड् शोभा अस्तु अस्तु भगिनि तत्र एकनिमिषं भगिनि महोदय तत्र यदि देशः इति नयामः चेत् कस्मै युद्धं कुर्वन्ति इति प्रश्नः भवति चेत् देशाय इति उत्तरं प्राप्तुमः किल तदपि किन्तु सामान्यतया तत्र सर्वदा किमर्थं स्थाने तत्र कस्मै इति न स्थापितुं शक्नुमः खलु तत्र किन्तु तत्र कर्तुं शक्नुमः केचन केषु सन्दर्भेषु किन्तु तत्र सर्वदा तत् कर्तुं शक्नुमः इति तत्र उत्तरे वयं तत्र देशरक्षणाय वा अथवा देशरक्षणार्थम् इति तत् वक्तुं शक्नुमः किन्तु प्रश्ने तादृश अर्थः न भवति इति मन्ये भगिनि किञ्चित् भेदः अस्ति किमर्थं अस्तु अस्तु महोदय पुटसङ्ख्या षष्टि पुटसङ्ख्या महोदय भगिनि एकं वक्तुम् इच्छामि क्षम्यताम् आम् तत्र चतुर्थीविभक्तिविषये तत्सर्वं दत्तम् अस्ति यदि दानकार्ये अस्ति तत्र चतुर्थीविभक्ति तत्र कुर्मः तत्तु सर्वे तर्हि क्रुध्यति ईर्ष्य तदपि सर्वं दास्यामि अतः सर्वेषु पदेषु चतुर्थविभक्त एव भवति इति अहं चिन्तयामि तत्र तु समीचीनं भगिनि यत् भवती उक्तं तत् समीचीनं किन्तु प्रश्नरूपम् एतादृशं भवति चेत् तत्र एषः किमर्थं कृतवान् इति प्रश्नः स्वीकुर्मः आम् समीचीनं महोदय तत्र एषः कस्मै कृतवान् इति अस्ति चेत् तत्र अवगमनं भवति वा इति प्रश्नः अतः तत्र भेदः अस्ति तत्र किमर्थम् इति कस्मै कृतवान् इत्युक्ते महोदय तत्र कस्मै किं कृतवान् इति भवनीयं किल अतः तत्र अतः तत्र अन्यत् किमपि अर्थः भवति तत्र अन्यः अर्थः भवति अतः किमर्थम् इति अस्ति चेत् तत्र उत्तरे चतुर्थीविभक्ति भवेत् किन्तु प्रश्ने चतुर्थी प्रायशः न भवेत् इति मन्ये धन्यवादः कस्मै इति उपयोगं कुर्मः एव तत्र चतुर्थविभक्ति भवेत् वा खलु तदेव न न भगिनि सत्यं कस्मै अस्ति चेत् उत्तरे अपि चतुर्थीविभक्ति भवति किन्तु सर्वत्र किमर्थम् इति स्थाने किमर्थम् इति प्रश्नस्य प्रश्नवाचकपदस्य स्थाने सर्वत्र कस्मै अथवा कस्य इति न स्थापितुं शक्नुमः तावदेव अस्तु षष्टिपुटे क्रियापदस्य विभज्यप्रयोगः तद्विषये अवधेयं पठितुं किम् अवगम्यते पठित्वा भवती किम् अवगम्यते आं भगिनि तत्र उदाहरणम् एकवारं पठामि तत्र अस्तु प्रथमो सञ्जयः धृतराष्ट्र अस्तु सञ्जयः धृतराष्ट्रं बोधयति तत्र क्रियापदं बोधयति इति अस्ति तस्य पदस्य विभागं कृत्वा वदामः चेत् सञ्जयः धृतराष्ट्रस्य बोधनं करोति इति भवति तदेव तत्र विभजनम् अस्ति क्रियापदस्य बोधयति इत्यस्य. यदा कुर्मः तदा बोधनम् इति लुडन्तपदम् अथवा कर्मपदं भवति, अपि च करोति इति आयाति, अपि च किं तत्र सञ्जयः इति एव कर्तृपदं तिष्ठति. तत्र धृतराष्ट्रम् इति कर्मपदम् आसीत् प्रथमवाक्ये, द्वितीयवाक्ये षष्ठिविभक्तौ भवति, धृतराष्ट्रस्य इति भवति, बोधयति इति बोधनं करोति इति भवति. परन्तु लुडन्तपदं क्रियापदं नास्ति. न न, लुडन्तपदं क्रियापदं नास्ति, किन्तु कर्मपदम् इव कार्यं करोति, बोधनं करोति. तत्र बोधनम् इति लुडन्तपदम् अस्ति. सो तत्र धृतराष्ट्रं कर्मपदम् अस्ति, सञ्जयः धृतराष्ट्रं बोधयति, तत्र धृतराष्ट्रं द्वितीया विभक्ति अस्ति, परन्तु विभज्यं कृत्वा तत् षष्ठीविभक्त्यां प्रयोजनं परिवर्तनं सत्यम्. समीचीनं, धन्यवादः. अस्तु, बहु समीचीनमस्ति. अस्तु, धन्यवादः वेदा भगिनी. धन्यवाद गीताञ्जलि भगिनी. आं महोदय, भवती प्रश्नं प्रष्टुं शक्नोति. अस्तु अस्तु, किमपि अस्तु. अत्र बहूनि रूपाणि सन्ति इत्युक्ते संज्ञापदस्य विषये, किन्तु यदि उकारान्त पुंलिङ्गपदम् अस्ति, अपि च उकारान्त स्त्रीलिङ्गपदम् अस्ति, विभक्त्यां भेदः सन्ति वा न वा इति अहं पृच्छामि. कोऽपि वदतु पुनः एकवारं भगिनि. उकारान्तपदं, उकारान्त स्त्रीलिङ्ग पदम् अपि च पुंलिङ्गं पदं, रूपाणि तु किञ्चित् किञ्चित् भिन्नानि. अतः तत्र विभक्ति तस्य विषये किञ्चित् रूपाणि, तस्य विषये किञ्चित् कोऽपि वक्तुम् इच्छति वा इति मम प्रश्नः. अरुणा भगिनी अस्ति वा? अरुणा भगिनी वक्तुम् इच्छति वा भगिनि? उकारान्तपदं तत्र गुरु, एकं तु गुरु अस्ति, अपि च स्त्रीलिङ्ग धेनु अस्ति, वधू अस्ति. पेज् 198 दृष्ट्वा किञ्चित् वदतु भगिनि, तत्र भेदः कः इति. तत्र तावदेव भेदः कः? पेज् 198 मध्ये धेनुः इति अस्ति, उकारान्तस्त्रीलिङ्ग धेनुः, वधु शब्दवत् ऊकारान्त वधु शब्दवत्, तत्र रूपभेदः. रूपभेदः अस्ति वा न वा, अस्ति चेत् कुत्र इति, कुत्र अस्ति, वचनं किं, विभक्तिरूपं किम् इति प्रयत्नं करोमि. धेनुशब्द उकारान्त हर्ष उकारान्त स्त्रीलिङ्गशब्द द्वे चतुर्थी पञ्चम्य पञ्चमी षष्ठी सप्तमी विभक्त्यौ विभक्त्यां भिन्नभिन्न द्वे रूपाणि तत्र रूपद्वयमस्ति, धेन्वै वा धेनवे, धेन्वाः धेनोः, धेन्वाः धेनोः, धेन्वां धेनौ इति रूपद्वयम् अस्ति. परन्तु दीर्घ उकारान्त शब्दे शब्देषु एकमेव रूपं वधु इति शब्दमस्ति. वध्वा वध्वै, वध्वोः, वध्वाः, वध्वामिति एकरूपमेव अस्ति. पुंलिङ्गे गुरु शब्दवत् गुरु इति गुरु अत्र एकरूपमेव अस्ति. गुरु गुरुणा गुरवे, गुरोः गुरोः, गुरौ इति रूपं चतुर्थी पञ्चमी षष्टि विभक्त्यां रूपाणि सन्ति. समीचीनं भगिनि. दीर्घ ओकारशब्दः न अस्ति इति अहं मन्ये पुल्लिङ्गस्य विषये. पुल्लिङ्गस्य दीर्घ ओकारान्तशब्दः नास्ति इति मन्ये भगिनि. सत्यं. समीचीनं. समीचीनं. अस्तु, पृच्छतु भगिनि. अरुणा भगिनी, धन्यवादः. धन्यवादः भगिनि. अस्तु, श्रीप्रिया भगिनी अस्ति वा? हा, सा अद्य न वक्तुं शक्नोति. ओ, अस्ति वा? अस्तु, अन्य अत्र किं पृच्छामि? नरेश महोदय. हा महोदय, ऋकारान्त संज्ञापदानि विषये ऋकारान्त सामान्यतया तु एकमे विषये प्राधान्यम् अत्र वयं पश्यामः. तत् किं कीदृशपदानि ते तेषु? अस्तु, तत्र ऋकारान्तपदेषु भेदः अस्ति वा इति साधारणप्रश्नः. भेदः अपि च कीदृशपदानि सन्ति ते? अस्तु, सामान्यतः ऋकारान्तपदस्य रिलेशन् अस्ति. रिलेशन् किम् अस्ति? रिलेशन् मध्ये सम्बन्धविषये अस्ति. बान्धवाः सन्ति चेत् एकरीत्या अस्ति. यत्र सम्बन्धः नास्ति तत्र किमपि भेदः अस्ति. अन्यरूपम् अस्ति तत्र, अन्यत् रूपम् अस्ति. उदाहरणार्थं पित्रे मात्रे भ्रात्रे एकरीत्या अस्ति, परन्तु कर्ता विभिन्न रीत्या अस्ति. प्रथमविभक्तिरूपं वदतु महोदय. तत्र पिता इति प्रथमविभक्ति पित्रो अस्ति चेत् पिता, पितरौ, पितरः. परन्तु कर्ता यत्र सम्बन्धः नास्ति तत्र द्वितीय द्विवचनं कर्तारौ अस्ति, न तु कर्तरौ. द्वितीय द्विवचने अपि बहुवचने पितरः अस्ति सम्बन्धः अस्ति चेत्, परन्तु सम्बन्धः नास्ति कर्तारः. ते किञ्चित् समानरूपाणि तत्र कर्ता अपि दाता. दाता किं? दाता इति अपि सम्बन्धरूपम् अस्ति. न दाता इति न सम्बन्धरूपं नास्ति भगिनि. तत्र केवलं तत्र पिता. अरुणा भगिनी किमपि वक्तुम् दाता इत्युक्ते गिवर् महोदय. उषा भगिनी, अस्तु. सत्यं सत्यं. तत्र सम्बन्धः नास्ति. तत्र सम्बन्ध महोदय दाता किं भगिनि? दाता तु किं सर्वे मनुष्याः तु? ओ, तत्र ब्रह्म इति अर्थे न. तत्र दाता इत्युक्ते यः ददाति सः सः दाता. तत्र एतद् रूपं केवलं तत्र क्रियापदात् कृतमस्ति. तत्र कृ धातुः, तत्र कर्तृ कर्ता, अपि ददाति इति धातृ, वदति वक्तृ इति तत्र सामान्यार्थः. तत्र अतः तत् ऋकारान्तपदं तत्र अहं न स्मरामि तत्र कः प्रत्ययस्य योजनेन एतद् भवति इति. किन्तु तत्र यद् यः कोऽपि धातुः अस्ति तं स्वीकृत्य एतद् रूपं कर्तुं शक्नुमः. अतः केवलं तत्र पितृ मातृ भ्रातृ तत्र केचन प्रायशः षड् अथवा सप्त रूपाणि सन्ति सम्बन्ध. अस्तु, धन्यवादः भगिनी. तृच् प्रत्यय इति श्रीप्रिया भगिनी वदति. धन्यवादः भगिनी. हा अस्तु, तत्र अरुणा भगिनी किञ्चित् वक्तुम् इच्छति वा तत्र? हा अरुणा भगिनी वक्तुम् इच्छति. तदेव दातृ इति तृच् प्रत्यय योजनेन अभवत्. हा अत्र तत्र तत्र कोऽपि धातु एतादृशः भवति इति कोऽपि नियमः नास्ति खलु भगिनि? यः कोऽपि धातुं स्वीकृ यः कोऽपि धातुः अस्ति तं स्वीकृत्य एतत् कर्तुं शक्नुमः इति मन्ये खलु प्रत्ययः. अतः तत्र धातृ कर्तृ इति तत्र तादृशरूपाणि अनेकानि सन्ति, किन्तु पिता पितृ मातृ भ्रातृ इति तत्र केवलं षट् अथवा सप्त रूपाणि एव सन्ति इति मन्ये. बहु धन्यवादः. धन्यवादः महोदय. भगिन्या अतः तत्र श्रीप्रिया भगिनी अपि अरुणा भगिनी उक्तवती. तत्र एकः अपवादः तु अहं जानामि. स्वसा इति सिस्टर् अस्ति किल महोदय? तत्र स्वसृ स्वसृ इति प्रातिपदिकं. तत्र स्वसा स्वसारौ इति भवति महोदय, स्वसरौ न भवति. अस्तु अस्तु अस्तु अस्तु. स्वसा स्वसारौ स्वसारः इति भवति. इति भवति. अस्तु, समीचीनं समीचीनं भगिनि. अतः तत्र अस्तु, अतः तत्र रूपं कर्ता इति कर्ता इव अस्ति. आं महोदय, तत्र पितृ अन्यत् पितृमातृ अन्यत् अस्तु, कर्ता स्वसा. अस्तु भगिनि. नृ इत्युक्ते किं महोदय? नकार अपि ऋकार नृ लृ न न दन्ते नकार नृ नृ नरः इति यत् अर्थं नृ नृ इत्युक्ते किं महोदय अर्थम्? अर्थः किम् इत्युक्ते तत्र नरः इति तत्र मनुष्यः इति नृकेसरी इति भवति नाम. यदि नृ इति पदमस्ति चेत् पिता पितरौ पितरः कथं भवति प्रातिपदिकं महोदय? नृ इति पदस्य वा? अत्र दत्तं भगिनि नृ शब्दस्य, अहं पठामि एव. नृ शब्दस्य षष्ठी बहुवचने नृणां नृणाम् इति प्रथमविभक्ति अहं पृच्छामि. चिन्तयामि प्रथमविभक्ति द्वितीयविभक्ति कथं भवति गीताञ्जलि भगिनी? प्रथमविभक्ति द्वितीयविभक्ति रूपं तत्र महोदय मम पुस्तके, क्षम्यतां भगिनी, क्षम्यतां महोदय, न दत्तं तत्र. तत्र किन्तु प्रायशः तत्र किमपि उक्तं भवति खलु भगिनी, एतद् एतत् पदम् अन्यत् पदम् इव अस्ति, किन्तु केवलम् अत्र एव भेदः इति किमपि न तादृशविवरणं न दत्तमस्ति. न दत्तं तत्र नृ इति वा? अस्तु अस्तु, न जानामि भगिनि, तत्र प्रायशः द्रष्टव्यम् अस्ति कुत्रापि शब्दमञ्जर्याम् इति कुत्रापि द्रष्टव्यम् अस्ति नृ इति पदस्य. समीचीनप्रश्नः, समीचीनः, न जानामि, द्रष्टव्यमस्ति. अस्तु तर्हि तत्र कुत्र द्रष्टव्यं महोदय? द्रष्ट शब्दमञ्जरी तत्र शब्दमञ्जर्यं न अस्ति महोदय. हा किन्तु केवलम् एकः एव एका एव शब्दमञ्जरी इति नास्ति खलु इति न दृष्टवती चेत् कुत्र दृष्टामि महोदय? कुत्र तत्र शब्दमञ्जर्यं नास्ति चेत् तत्र किम् अन्यत् किं कुर्मः? तत्र प्रायशः तत्र किं कुत्र विभक्तिरूपाणि कुत्र लभ्यन्ते? तत्र प्रायशः शब्दमञ्जर्यम् एव, अत्र अन्यत्र शब्दमञ्जर्यं वेरि लिमिटेड् अस्ति महोदय. रूपचन्द्रधातु कुसुमाकारः इति पुस्तकमस्ति महोदय. रूपचन्द्रिका अस्ति भगिनि, मम पार्श्वे पीडिएफ् अस्ति, तत् प्रेषयामि वा? बृहत् आं भगिनि, तत्र धातूनां विषये अपि सुबन्धविषयाणां तत्र सर्वं विभक्तिरूपाणि सन्ति. किन्तु मम प्रश्नः तु नृपस्य विषये किं दत्तम् इति, नृ इति नृपदस्य विषये किमपि दत्तम् अस्ति, नृ इति पुंलिङ्गं, पुंलिङ्गं रकारान्तशब्दः अस्ति, नृ इति प्रातिपदिकम्. अस्तु, तत्र प्रायश उषा भगिनी तत्र वंशीसुधा भगिनी प्रेषयति, तत्र अत्र पुस्तकं दृष्ट्वा अग्रिमे वर्गे भवती वदतु. अस्तु, अस्तु, धन्यवादः. अस्तु तर्हि, अतः तत्र किं गीतासोपाने प्रथमभागे बहु किमपि वयं पठितवन्तः. वदतु भगिनि. रु इत्यस्य अहं अन्वेषणं कृतवती अस्मि. तत्र संस्कृत डिक्शनरी स्पोकन् संस्कृत मध्ये एकः अस्ति, तत्र सुबन्तावली, सुबन्तपदानां वी केन् फैण्ड् औट् इफ् यु पुट् द प्रातिपदिकं, प्रातिपदिकं प्रातिपदिकं नृ अस्ति वा? नृ तत्र प्रथमविभक्ति ना, नरौ, नरः इति भवति भगिनि. अपि च सम्बोधनं किमपि नास्ति एकवचने, नन्तरं नरौ, नरः. द्वितीय तत्र एकवचने प्रथमविभक्तौ अपि सप्तमी एव दत्तं, नो चेत् एकवारं पठामि. ना, नरौ, नरः. सम्बोधनं नरौ, नरः. द्वितीया नरौ, नृन्. तृतीया नृभ्यां, नृभिः. चतुर्थी नृभ्यां, नृभ्यः. पञ्चमी नृभ्यां, नृभ्यः. षष्ठी नृः, नृणां, नृणां. सप्तमी नरि, नृः, नृषु. परन्तु एकवचने न अस्ति, एकवचने प्रथमा अपि सप्तमी एव दत्तम्. द्वितीयां, तृतीयां नास्ति, नास्ति. द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्ठी सम्बोधनं नास्ति. कुत्र पश्यति भगिनि? तत्र भगिनि स्पोकन् संस्कृत मध्ये एकं बहु प्रयोजनकारी लिङ्क् अस्ति, संस्कृत लिङ्क्स् इति अस्ति तत्र किल, तत्र संस्कृत हेरिटेज् सैट् इति अस्ति. तत्र ग्रामर् इति लिङ्क् अस्ति अधोभागे, तत्र प्रातिपदिकं स्थापयामः चेत् विभक्तिरूपावली आगच्छति, दास्यति. बहु उत्तमम् अस्ति भगिनि. अपि च प्रातिपदिकं सम्यक् भवनीयं, नो चेत् अन्यत् किमपि आगच्छति. अस्तु, समीचीनम्. अस्तु, धन्यवादः. आं भगिनि. अस्तु तर्हि, तत्र अष्टाध्यायी मध्ये अपि अस्ति भगिनि, एकवारं पश्यतु. अष्टाध्यायी मध्ये शब्दपाठः इति अस्ति. इदानीम् अष्टाध्यायी मध्ये अस्ति वा शब्दपाठः? आम् आम्, अधुना अत्र तत्र दकारान्त, तकपकारान्त सर्वम् अस्ति. किन्तु तत्र नृ इति दत्तम् अस्ति वा? नृ दकारान्त अस्ति, ऋकारान्त, ऋकारान्तः. किन्तु अस्मिन् सन्दर्भे वयं स्थापयितुं शक्नुमः. हा, सत्यं सत्यं, केवलं दत्तम् अस्ति इति न तत्र. ऋकारान्त अपि अस्ति महोदय, अस्ति वा ऋकारान्त? ऋकारान्त पुल्लिङ्ग अस्ति, इदे अष्टाध्यायी शब्दरूप अपि पूर्णतया दत्तं महोदय. धातु तत्र अष्टाध्यायी मध्ये वा? नरं, नरौ, नृ अस्ति. सर्वे विभक्तिरूपाणि सन्ति महोदय. तत्र संख्या का तस्य संख्या 30 न 30 न महोदय इत्युक्ते नृसंख्या नृपदस्य संख्या का इति 7.005 धन्यवादः भगिनी. अस्तु संख्या ज्ञात्वा किं क्रियते महोदय भवान्? न किमपि न, तत्र कुत्र अस्ति इति अन्वेषणार्थं तावदेव. तत्र संख्या अपि अन्वेषणं कर्तुं शक्यते. संख्या तत्र लिस्ट् अस्ति शब्दपाठः इति, अतः तत्र अहं दृष्टवान् तावदेव. धन्यवादः भगिनी. एतत् समीचीनम् अस्ति, अहं न ज्ञातवान् तत्र अष्टाध्यायी मध्ये इदानीं शब्दपाठः अपि अस्ति इति. तत् समीचीनमस्ति. अस्तु धन्यवादः. अस्तु तर्हि तत्र समयः अपि जातः, किन्तु तत्र कः विषयः इत्युक्ते गीतासोपने वयं बहु किमपि पठितवन्तः, ज्ञातवन्तः, तस्य प्रयोगमपि कर्तुं जानीमः. किन्तु कर्तव्यः प्रयोगः. अस्तु कृत्वा बहु किमपि वयं संस्कृतेन सम्भाषणं कर्तुं शक्नुमः. अतः द्वितीयभागस्य आरम्भः अग्रिमे वर्गे यदि वयं कुर्मः तदा केवलं संस्कृतेन वक्तव्यं. यद्यत् वयं पठितवन्तः प्रथमभागे तत् सर्वम् उपयुज्य वाक्यरचनं करणीयम् इति. अस्तु अस्तु तर्हि अत्र एषः समयः सम्यक् अस्ति वा सर्वेषां कृते? अहं तत्र फोन् प्रेषितवान्, तत्र सम्पूर्णतया नासीत्, किन्तु अतः पुनः एकवारं पृच्छामि सम्यक् अस्ति वा न वा इति. अथवा सम्यक् महोदय. अस्तु महोदय, तत्र अन्ते कानिचन अभ्यासानि सन्ति, तान् करिष्यामः वा महोदय? अस्तु, तदपि अत्र पेज् 194-196 पर्यन्तम् इति खलु? अस्तु अस्तु, अतः अग्रिमवर्गे तत् सम्पूर्णतया कुर्मः, तदनन्तरं द्वितीयभागस्य आरम्भं कुर्मः भगिनि. महोदय, पूर्णतया न कृतवन्तः वा, अपि च पूर्णं न कृतवन्तः वा महोदय? पूर्णतया न महोदय, पूर्णतया न कृतवन्तः. पूर्णतया पूर्णं न कृतवन्तः इत्युक्ते तत्र इट् इस् इन्कम्प्लीट् एण्ड् वि नीड् टु कम्प्लीट् इट् इति. तत्र पूर्णं न कृतवन्तः इति. तत्र किं तत्र कूपिः तत्र स्यूतः पूर्णः नास्ति, पूर्णं करणीयम् इति, तादृशप्रयोगः पूर्णम् अत्र पूर्णतया. अस्तु तर्हि अतः तत्र अग्रिमे वर्गे एतत् प्रथमभागस्य अभ्यासम् अन्तिमभ्यासः ये अस्ति तं कृत्वा अग्रे द्वितीयभागस्य उद्घाटनं कुर्मः. तर्हि अस्तु, बहु समीचीनम् आसीत् अद्य. धन्यवादः सर्वेषां कृते. धन्यवादः धन्यवादः. नमस्कारः. अत्र अन्ते तत्र शान्तिमन्त्रमिति तत्र अस्तु, वेदा भगिनी वदति वा? अहं न जानामि. अस्तु, तत्र सहना भवतु इति. अस्तु वदन्तु. अस्तु सर्वे वदन्तु. भुनक्तु शान्ति सर्वम्. नमस्ते. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. अग्रिमवर्गे मिलामः. धन्यवादः.